नमस्कारः। तर्हि गते सप्ताहे वयं दृष्टवन्तः रुचिवाचकाः शब्दाः। रुचिवाचकाः शब्दाः तत्र मनसि विचारः भवेत् यत् एषः शब्दः रुचिवाचकशब्दाः तत्र विशेषणानि न सन्ति, विशेषणानि न सन्ति। नाम उदाहरणार्थं मरीचिका साधारणतया यदा उन्नतशब्दः विशेषणमस्ति, विशेषणम्। उदाहरणार्थं बालकः, उन्नतः बालकः, उन्नता बालिका, उन्नतं कार्यम्। अस्तु, नाम त्रिषु लिङ्गेषु भवति, यथा नामपदमस्ति तथा विशेषणस्य लिङ्गं भवति। अत्र यद्यपि उदाहरणार्थं मरीचिका स्त्रीलिङ्गशब्दः अस्ति, किन्तु कटुः स्त्रियां न भवति, स्त्रीलिङ्गे न भवति, यतोहि तत्र विशेषणं नास्ति। तत्र कटुः इति एकप्रकारकः रुचिः। तर्हि सर्वे रुचयः पुल्लिङ्गशब्दाः इति मनसि। तर्हि लवणः, आम्लः, मधुरः, कटुः, तिक्तः, कषायः, एते षट् रुचयः पुल्लिङ्गशब्दाः। यस्य रुचिः नाम मरीचिका अथवा चाकलेयः, जम्बीरं, लवणम् इति नपुंसकलिङ्गशब्दः, किन्तु तस्य रुचिः पुल्लिङ्गशब्दः इति भवेत्। अस्तु, अग्रिमविषयः इदानीं किं भवति, मम समीपे घटी अस्ति। मम समीपे ईदृशी घटी अस्ति। भवत्याः समीपे ईदृशी घटी अस्ति वा? नास्ति। मम समीपे तादृशी घटी नास्ति। मम समीपे अस्ति चेत् ईदृशी, तादृशी, दूरमस्ति चेत् तादृशी, समीपे अस्ति चेत् ईदृशी। भवत्याः समीपे कीदृशी घटी अस्ति? घटी नास्ति, घटी नास्ति एव, गृहे नास्ति, तादृशी नास्ति। अस्तु, समीचीनमस्ति। भवतः समीपे, अभिनवमहोदय, भवतः समीपे ईदृशं पुस्तकम् अस्ति वा? मम समीपे तादृशं पुस्तकम्। भवतः गृहे ईदृशः आसन्दः अस्ति वा? मम गृहे ईदृशः आसन्दः नास्ति। आसन्दः अस्ति वा? आसन्दः अस्ति, किन्तु ईदृशः नास्ति। कूपी, मम पार्श्वे ईदृशी कूपी अस्ति, भवतः पार्श्वे ईदृशी कूपी अस्ति वा? अस्ति, अस्तु, कूपी अस्ति। अस्तु, समीचीनं। तर्हि इदानीं वस्तुतः अस्मिन् पुस्तके, अभ्यासपुस्तके, वयम् ईदृश, तादृश, अपि च कीदृश इति वदामः। त्रिषु लिङ्गेषु भवति, किन्तु यदि समस्तपदं संयुक्तपदं कुर्मः, ईदृश आसन्दः, ईदृश कथं कुर्वन्ति इति अत्र ईदृश तादृश प्रायः अव्ययरूपेण प्रायः ते प्रयोक्तुमिच्छन्ति. त्रिषु लिङ्गेषु भवति, नाम ईदृशः, ईदृशम्, ईदृशी इति भवति. कीदृशः, कीदृशं, कीदृशी, तादृशः, तादृशं, तादृशी इति वस्तुस्थितिः. तर्हि स्यूतः, भवतः पार्श्वे, भवतः समीपे ईदृशः स्यूतः अस्ति वा? मम समीपे तादृशः स्यूतः नास्ति. अस्तु. उत्पीठिका, भवतः पार्श्वे, भवतः समीपे ईदृशी उत्पीठिका अस्ति वा? मम समीपे तादृशी उत्पीठिका नास्ति, परन्तु उत्पीठिका अस्ति. हा, उत्पीठिका अस्ति, समीचीनम्. सन्ध्या भगिनी, अभ्यासपुस्तकं मम समीपे अभ्यासपुस्तकं नाम्ना पुस्तकम् अस्ति, भवत्याः पार्श्वे ईदृशं पुस्तकम् अस्ति वा? अस्ति. अस्ति वा? किं वदतु. मम समीचीनं. तादृशं, तादृशम्. ईदृशं तादृशं समीपे अस्ति चेत्, किन्तु यथा अहं प्रदर्शयामि, अहं पुस्तकं, भवती तु नास्ति, भवती दूरमस्ति, किन्तु अहं प्रदर्शयामि पुस्तकं मम पार्श्वे, मम समीपे अस्ति पुस्तकं, मम समीपे अस्ति पुस्तकं. तर्हि अहं वदामि यत् ईदृशं पुस्तकम् अस्ति वा? तर्हि भवती वदति यत् न, आम्, तादृशं पुस्तकम् अस्ति मम समीपे, तादृशं पुस्तकम् अस्ति. पुनः वदतु. मम समीपे ईदृशं पुस्तकम् अस्ति न, तादृशं. हा, समीचीनमस्ति. अस्तु, अनन्तरं हा, अस्तु, भवान् पृच्छतु सङ्गणकं, तं पृच्छतु. भवतः मम समीपे ईदृशं सङ्गणकम् अस्ति, भवान् समीपे, भवतः समीपे ईदृशं सङ्गणकम् अस्ति वा? मम समीपे तादृशं सङ्गणकं नास्ति. हा, अस्तु, समीचीनं, पृच्छतु. भवतः समीपे ईदृशं पुस्तकम् अस्ति वा? आम्, मम समीपे ईदृशं पुस्तकम् अस्ति, तादृशं पुस्तकम् अस्ति. पृच्छतु. लेखनी, मम समीपे लेखनी, ईदृशं लेखनी अस्ति वा? अस्ति. अस्ति. पृच्छति, पृच्छतु. अस्ति वा? भवत्याः समीपे, ईदृशं लेखनी अस्ति वा? ईदृशी लेखनी, अस्ति वा? आम्, मम समीपे तादृशं लेखनी अस्ति, तादृशी लेखनी अस्ति. समीचीनं, पृच्छतु. कागदं, मम समीपे ईदृशं कागदम्. एकनिमिषः, वस्तुतः किञ्चित् इतस्ततः जातः. मम पार्श्वे ईदृशं कागदम् इति न वदामः, मम पार्श्वे एतत् कागदं तु अस्ति एव, ईदृशं कागदं न, कागदं तु अस्ति मम पार्श्वे, मम समीपे अस्ति एव, मम समीपे कागदम् अस्ति अथवा एतत् कागदम् अस्ति, भवतः समीपे एतादृशम् ईदृशं कागदमस्ति वा? एकवारम् ईदृशमिति एकवारं भवति, मम समीपे यदस्ति तत्र ईदृशमिति न, तदेव अस्ति. अवगतं वा? तदेव अस्ति, ईदृशं न. इट्स् नाट् लैक् देट्, इट् इस् देट्. खलु, अस्तु. वदतु. मम समीपे एतत् कागदम् अस्ति, भवतः समीपे एतादृशान् एतादृशी कागदम्? ईदृशम् अथवा एतादृशम्? ईदृश पश्यतु, ईदृश एतादृश समानम्. तादृश नाम दूर, समीपे नाम ईदृशम् अथवा एतादृशम्. मम समीपे एतत् कागदम् अस्ति, भवतः समीपे ईदृशं कागदम् अस्ति वा? न, मम समीपे एतत् कागदं नास्ति. तादृशं तादृशं कागदं नास्ति. तादृशं नास्ति. अस्तु, नास्ति. अस्तु, अनुभवम् अपि न महोदय. संध्या भगिनी पृच्छतु. मम समीपे विभक्तिवल्लरी नाम पुस्तकम् अस्ति, भवत्याः समीपे ईदृशं पुस्तकम् अस्ति वा? मम समीपे विभक्तिवल्लरी नाम पुस्तकम् अस्ति. विभक्तिवल्लरी इति नूतन पुस्तकं, नूतन अस्माकं नूतन पुस्तकं भवत्याः समीपे नास्ति एव, पुनः वदतु. मम समीपे विभक्तिवल्लरी नाम एक पुस्तकम् अस्ति, भवत्याः समीपे ईदृशं पुस्तकम् अस्ति वा? समीचीनं, समीचीनम्. अस्तु, इदानीम् अभिनवमहोदयं पृच्छतु भगिनी, संध्या भगिनी पृच्छतु. न, मम समीपे तादृशी कूपी नास्ति. समीचीनम्. तर्हि कीदृश, ईदृश, तादृश इति पदत्रयमस्ति. अत्र एकं सम्भाषणं लिखितमस्ति, आपणकः अपि च रमा इति जनद्वयमस्ति. अस्तु, तर्हि भगिनी रमा इति करोतु, अनन्तरं श्रीमानेव भवान् आपणकः. अस्तु, करोतु. भवती किम् इच्छति? अहं पाञ्चालिकाम् इच्छामि. ईदृशपाञ्चालिकाम् इच्छति? पश्यतु, ईदृशपाञ्चालिकाम् इच्छामि. अस्ति वा? अस्ति, परन्तु तादृशपाञ्चालिकायां मूल्यं द्विशतरूप्यकाणि. दर्शयतु भोः. किं भोः, मम सखी अपि ह्यः ईदृशपाञ्चालिकाम् एव क्रीतवती, तस्याः मूल्यं तु दशरूप्यकाणि एव. प्रायः सा पाञ्चालिका ईदृशपाञ्चालिका न स्यात्. ईदृशपाञ्चालिका एव भोः, अहं सम्यक् जानामि. तर्हि पञ्चदशरूप्यकाणि ददातु, नयतु. न, पञ्चदशरूप्यकाणि अधिकानि, अहं तु दशरूप्यकाणि ददामि. भवतु, पाञ्चालिकां स्वीकरोतु. अवगतं वा? सम्भाषणं स्पष्टमस्ति वा? अस्तु, सन्ध्या भगिनी अवगच्छति वा? अस्तु, तर्हि अग्रे पश्यामः. पठतु महोदय, अत्र किं लिखितमस्ति अग्रे पूर्वतनसम्भाषणे? पूर्वतनसम्भाषणे पाञ्चालिका शब्दस्य स्थाने लेखनी इति शब्दं योजयित्वा सम्भाषणं पुनः लिखतु. यथा आपणिकः, भवती किम् इच्छति? रमा, अहं लेखनीम् इच्छामि. अस्तु, अस्तु, कुर्मः. किं भवतु महारति? अस्तु, भवान् रामः इति वदामः वदामः अहं लेखनीम् इच्छामि अस्तु तर्हि न भवान् आपणे कः भवती किम् इच्छति भवान् भवान् किम् इच्छति अहं लेखनीम् इच्छामि कीदृशलेखनीम् इच्छति पश्यतु ईदृशलेखनीम् इच्छामि अस्ति वा अस्ति परन्तु तादृशलेखन्याः लेखन्यः मूल्यं दशरूप्यकाणि विंशतिरूप्यकाणि दर्शयतु भो किं भो मम सखी अपि ह्यः ईदृशः लेखनीम् एव कृतवती तस्याः मूल्यं तु दशरूप्यकाणि एव प्रायः सा लेखनी ईदृश लेखनी न स्यात् ईदृशा लेखनी एव भो अहं सम्यक् जानामि तर्हि पञ्चदशरूप्यकाणि ददातु नयतु न पञ्चदशरूप्यकाणि अधिकानि अहं तु दशरूप्यकाणि ददामि भवतु लेखनीं स्वीकरोतु समीचीनमस्ति अवगतं खलु विषयः ईदृश कीदृश तादृश प्रश्नः अस्ति वा नास्ति अस्तु तर्हि अग्रे गच्छेम अत्र विरुद्धार्थकाः शब्दाः वयं प्रायः जानीमः किन्तु अत्र बहुधा पुस्तके अपि तथा अस्ति खलु अस्तु तर्हि उन्नतवामन उन्नतः पिता उन्नतः अस्ति बालकः वामनः अस्ति उन्नतः वामनः अस्तु अनन्तरं तर्हि वाक्यं कोऽपि वदति वा उन्नतः वामनः उन्नतः वामनः न्यूयार्क् नगरे उन्नतः भवनाः सन्ति भवनानि भवनानि सन्ति नगरे डि सि नगरे वामनानि वामन भवनानि सन्ति वामनभवनानि सन्ति समीचीनमस्ति अन्यत् उदाहरणं मम पिता उन्नता अस्ति अहं वामना अस्मि समीचीनमस्ति अनन्तरं सन्ध्या भगिनी उदाहरणं न अवगच्छति वा उन्नतः वामनः यस्य किं वदामि वृक्षः वृक्षः उन्नतः अस्ति सस्यं वामनः अस्ति सस्यं वामनमस्ति लिङ्गभेदः अत्र अस्माकं नाम प्रारम्भिकस्तरीय वर्गेषु वयं न प्रकाशयामः किन्तु लिङ्गभेदः अस्ति किं भवति विषयं वदामि यत् यत्र संयुक्तपदं वदामः बालकः उन्नतः सः उन्नतः बालकः अस्ति सः वामनः बालकः अस्ति किन्तु वयं संयुक्तपदं वक्तुं शक्नुमः एकं पदम् उन्नतबालकः उन्नतबालिका यदि कुर्मः तर्हि लिङ्गभेदः तत्र न दृश्यते तथैव एवं रीत्या वयं पाठयामः वस्तुतः अत्र न प्रदर्शयन्ति अग्रे वयम् एतत् सर्वं करिष्यामः तर्हि वृक्ष तर्हि उन्नतवृक्षः Vamana Sasyam. Unnata Unnata Sinhaha Vamana Bidalaha. Astu. Avagacchati va? Astu, samicham. Tarhi udaharanam vadatu. Puratana Nutana. Puratana Nutana. Tarhi idam etat pustakam puratana pustakam. Etat pustakam Nutana pustakam. Puratana pustakam Nutana pustakam. Yat kimapi? Esha syutaha nutana puratana syutaha esha syuta nutana syuta udaharanam vadatu sarve manasi chintayantu mama lekhani puratana lekhani puratana lekhani anantaram तत कृष्णफलकम् नूतन कृष्णफलकम् तु एतत् कृष्णफलकम् पुरातन कृष्णफलकम् एतत् कृष्णफलकम् भग्नं जातम् अतः नूतन कृष्णफलकम् अस्ति तत् पुरातन इदानीमपि पुरातनम् अस्ति क्लीव्लैण्ड् नगरे नूतन भवनानि सन्ति पुरातन भवनानि अपि सन्ति अस्माकं संस्कृति पुरातन अस्ति पाश्चात्य संस्कृति नूतन अस्ति समीचीनम् अनन्तरं संध्या भगिनी भवती अपि वदतु पुरातन नूतन अहम् आपणे नूतनवस्त्राणि क्रेष्यामि एकनिमेष अहं श्वः आपणे नूतनवस्त्राणि क्रेष्यामि अस्तु समीचीनम् अनन्त पुरातनवस्त्राणि अस्ति सन्ति अस्तु सन्ध्या भगिनी वदतु यदि कार्यालयं गच्छामि पुरातन स्यूतः अस्ति अस्तु समीचीनम् अनन्तरं बृहत् लघु तत्र बृहत् लघु अस्तु एषः विश्वविद्यालयः बृहद्विश्वविद्यालयः अस्ति किन्तु तत्र लघुपाठशाला अस्ति अयं विश्वविद्यालयः बृहत् अस्ति बृहत् लघु एतत् पुस्तकं बृहत् अस्ति एतत् पुस्तकं लघु अस्ति एतत् यत्किमपि उदाहरणं वदतु बृहत् लघु लघु अस्ति अनन्तरं एतत् भवनं बृहत् अस्ति मम गृहे लघु अस्ति मम गृहं लघु अस्ति अनन्तरं जलम् अपि जलं न तथा न यत्र मात्रा अस्ति तथा न वदामः तत्र बहु वदामः अत्र बहु जलमस्ति अत्र न्यूनं जलमस्ति अत्र अधिकं जलमस्ति बृहत् लघु न वदामः यत्र आकृतिः अस्ति कस्यचित् आकृतिः रूपमस्ति वदतु न वक्तुं न इच्छति सन्ध्या भगिनी वदति वा बृहत् लघु किं सर्वेषाम् अभ्यासः भविष्यति नाम नर्तनवाक्यं यत् किमपि वाक्यम् अस्माकं वदनाभ्यासः अपेक्षितः अस्ति वटवृक्षः बृहत् अस्ति तुलसी पौधः लघु अस्ति पौधादि न सस्यं लघु अस्ति सस्यं सस्यं अनन्तरं बृहद् लघु भवान् विद्यार्थी अस्ति खलु जटिलसमस्याः तत्र अध्ययने अत्र बृहद् लघु किमपि नास्ति किमपि नास्ति अस्तु वदतु नाम चत्वारवर्षीय बालकः अस्ति सः एतादृशम् उदाहरणं वक्तुं शक्नोति खलु लघुबालकः किं बृहत् अस्ति किं लघु अस्ति तादृशसम्भाषणं ते कर्तुं शक्नुवन्ति किन्तु वयं न कर्तुं शक्नुमः वदतु सन्ध्या भगिनी वदतु भारत ऐस्लेण्ड् न बृहत् बृहत् बृहत् बृहतः न बृहत् ऐस्लेण्ड् देशः लघु अस्ति समीचीनम् अनन्तरम् अस्मिन् लोके यत्किमपि बृहत् लघु उत्तर अमेरिका बृहत् खण्डम् अस्ति आस्ट्रेलिया लघुखण्डः समीचीनम् अनन्तरं रष्या बृहत् देशः अस्ति भारत भारतदेशः लघु देशः अस्ति समीचीनम् अनन्तरं लोकयानं कार्यानं लोकयानं बृहत् अस्ति कार्यानं लघु अस्ति इति वदन्ति तथा वदन्ति कारणमस्ति यत् तस्मिन् समये कार् तु नासीत् नूतनपदमस्ति प्रायः किमपि नाम द्विचक्रिका इति वदन्ति द्विचक्रिका सैकल् इत्यस्मिन् अर्थे द्विचक्रिका किन्तु अत्र विमानमपि अस्ति विमानं किन्तु कार् यानम् इति वदन्ति न जाने किमर्थं तथा वदन्ति अस्तु अनन्तरं दीर्घह्रस्व ह्रस्वः दीर्घह्रस्व तत्र एषा कूपी दीर्घा अस्ति लेखनी सा लेखनी ह्रस्व अस्ति ह्रस्वलेखनी दीर्घकूपी यत्किमपि ह्रस्वदीर्घः दीर्घः खलु दीर्घह्रस्व नदी दीर्घनदी इति मार्गः ह्रस्व ह्रस्वमार्गः दीर्घनदी किं किं ह्रस्व किं किं दीर्घः अस्ति मिसिसिपि नदी दीर्घः अस्ति मिसिसिपि नदी दीर्घः अस्ति पोटोमाक् नदी ह्रस्व अस्ति ग्रीष्मकाले दिनं दीर्घं दिनं दीर्घं भवति अपि च ग्रीष्मकाले रात्रि ह्रस्व भवति ग्रीष्मकाले दीर्घः अपि बृहत् लिङ्ग भेदं किं वयं लिङ्गभेदं लिङ्गभेदं भेदं पदभेदम् ओ ओ अर्थभेदः वा दीर्घं बृहत् बृहत् तत्र अर्थभेदः अस्ति दीर्घः नाम एकस्यां दिशि दीर्घः बृहत् नाम आकारः आकृतिः रूपं बृहत् एवं सन्ध्या भगिनी वदतु दीर्घ यथा गङ्गानदी दीर्घनदी अस्ति अपि च किं लघु दीर्घ दीर्घनदी गंगा नदी दीर्घ नदी अस्ति अभी च कावेरी नदी ह्रस्व नदी अस्ति अनन्तरम् उदाहरणार्थम् इतः भारतदेश गमनार्थं मार्गः दीर्घः अस्ति इतः वाशिङ्ग्टन् डीसी नगरं तत्र गमनार्थं तत्र मार्गः ह्रस्व अस्ति ह्रस्वमार्गः दीर्घमार्गः मार्गः दीर्घमार्गः इतः भारतदेशं दीर्घमार्गः अस्ति बहु समयः अपेक्षितः यतः केवलं डीसी नगरस्य गमनार्थं तत्र केवलं अर्धघण्टा अपेक्षिता अतः मार्गः ह्रस्वमार्गः अस्ति अवगतं वा मार्गः दीर्घः अस्ति तत् मार्गः ह्रस्वः अस्ति अस्य मार्गस्य नाम किम् यूनिवर्सिटि बुलवार्ड् विश्वविद्यालयस्य अन्तः एकः मार्गः अस्ति खलु केम्पस् ड्रैव् लघु अस्ति दीर्घः अस्ति कुतः कुत्र गच्छति रूट् वन् मेन् देशतः तत्र फ्लोरिडा पर्यन्तं गच्छति बहु दीर्घमार्गः अस्ति सत्यं तत्र मेन् देशतः मेन् राज्यतः तत्र फ्लोरिडा राज्यपर्यन्तं रूट् वन् गन्तुं शक्यते किन्तु बहु मन्दं गच्छति दीर्घकाव्यमस्ति रामायणं दीर्घकाव्यमस्ति मेघसन्देशं लघुकाव्यमस्ति अनन्तरं सन्ध्या भगिनि मम वाक्यं दीर्घं नास्ति हा हा समीचीनम् ह्रस्ववाक्यमस्ति ह्रस्ववाक्यमस्ति अस्तु अनन्तरं स्थूल कृश ये जनाः बहु भोजनं खादन्ति ते स्थूलाः सन्ति स्थूलजनाः सन्ति ये किञ्चिदेव खादन्ति ते कृश भवन्ति स्थूल कृश पुरातनवृक्षः स्थूल भवति स्थूलवृक्षः पुरातनवृक्षः नूतनवृक्षः ह्रस्व भवति कृश भवति कृश नूतनवृक्षः कृश भवति कृशवृक्षः स्थूलवृक्षः कृशजनः स्थूलजनः या अथवा लेखन्याः या पङ्क्तिः भवति लेखन्याः पङ्क्तिः कुत्रचित् स्थूलपङ्क्तिः भवति कुत्रचित् कृशपङ्क्तिः भवति उदाहरणार्थं वदन्तु स्थूलकृश एतत् पुस्तकं कृशः अस्ति कृशः न कृशम् कृषपुस्तकम् अत्र अभ्यासपुस्तके वयं वदामः आरम्भे वयं वदामः कृषपुस्तकम् एतत् पुस्तकं कृशः अस्ति न कृशः न कृश एतत् पुस्तकं कृशः अस्ति कृषपुस्तकम् एतत् कृषपुस्तकम् इति वदतु एतत् कृषपुस्तकं मम गृहे स्थूलपुस्तकमस्ति समीचीनम् कृषपुस्तकं स्थूलपुस्तकं यतोहि अत्र किमस्ति संयुक्तपदं वयं वदामः कृषपुस्तकं स्थूलपुस्तकं वस्तुतः एकमेव पदमस्ति स्थूलपुस्तकं कृषपुस्तकम् अतः लिङ्गस्य आवश्यकता न भवति किन्तु पृथक्तया यदि वदामः तर्हि तत्र लिङ्गस्य आवश्यकता भवति पुस्तकं स्थूलं कृशं लेखनी स्थूला अनन्तरं संयुक्तपदं वदन्तु गजः स्थूलः अस्ति खगः कृशः अस्ति समीचीनम् अनन्तरं सन्ध्या भगिनी धेनुः स्थूला अस्ति अस्तु वत्सः स्थूलः अस्ति वत्सस्थूलः स्थूलवत्सः स्थूल कृशवत्सः कृशवत्सः स्थूलधेनुः कृशवत्सः स्थूलधेनुः भवती वदतु किं वक्तुमिच्छति स्थूलजनाः मन्दे चलन्ति मन्दं चलन्ति कृषिजनाः शीघ्रं चलन्ति समीचीनम् अनन्तरं स्थूलः सिंहः स्थूलः अस्ति कृशः अस्ति दिलीपमहोदय अग्रे अधिकं किञ्चित् मम मित्रम् अधिकं खादति अहं किञ्चित् खादामि तत्र अधिकं जलमस्ति अत्र किञ्चित् जलमस्ति तत्र अधिकं जलमस्ति समुद्रे अधिकं जलमस्ति कूप्यां किञ्चित् जलमस्ति तत्र यत्र मात्रा अस्ति अधिकं तर्हि जनाः जलं धनम् अधिकं धनम् अधिकं किञ्चित् उदाहरणं वदतु मम मित्रः अधिकं मम मित्रम् अधिकं पठति अहं किञ्चित् पठामि वदतु न्यूयार्क् नगरे अधिकानि जनानि सन्ति अधिकाः जनाः सन्ति मम ग्रामे किञ्चित् जनाः सन्ति समीचीनम् सन्ध्या भगिनी वदतु मम समीपे किञ्चित् धनम् अस्ति वदतु अधिकजनाः भारतदेशे किञ्चित् न कर्तुं शक्नोति नापि कर्तुं शक्नोति किन्तु वदति चेत् व्यासः अधिकः भवति अधिकव्यासः भवति किञ्चित् यथा यस्य बुभुक्षा अधिका अस्ति सः अधिकं खादितुमिच्छति यः खादितवान् किञ्चित् इतोपि खादितुं शक्नोति किन्तु अधिकं खादितुं न शक्नोति किञ्चित् यस्य बुभुक्षा अस्ति सः अधिकं खादति भवती उक्तवती वा मम समीपे किञ्चित् धनम् अस्ति मम सख्याः समीपे अधिकं धनम् अस्ति समीचीनम् अस्तु तर्हि अत्र उदाहरणानि सन्ति पश्यामः भगिनी पठतु कृपया उपरि केचन विरुद्धार्थकाः शब्दाः सन्ति अधस्तनवाक्येषु स्थितानि रिक्तस्थलानि उचितैः विरुद्धार्थशब्दैः विरुद्धार्थकशब्दैः पूरयतु. नारिकेलवृक्षः उन्नतः अस्ति. जम्बीरवृक्षः वामनः अस्ति. समीचीनमस्ति. अस्तु, दिलीपमहोदय अग्रे. किं विरुद्धार्थकः इत्यस्य अर्थः किं तस्य अर्थः? नारिकेलवृक्षः वामनः अस्ति. उपरि केचन विरुधार्थकाः शब्दाः सन्ति, विरुधार्थकः. तर्हि उन्नत वामन, तत्र पदद्वयं विरोधार्थकपदद्वयमस्ति. विरुधार्थकपदद्वयमस्ति, पुरातन नूतन अपि तथा. अधस्तनवाक्येषु स्थितानि रिक्तस्थलानि उचितैः विरुद्धार्थकशब्दैः पूरयतु. विरुद्धार्थकशब्दैः अर्थं नारिकेलवृक्षः वामन अस्ति, उन्नत अस्ति, पूरयतु. भवतः प्रश्नः कः? दृष्ट्वा वदतु. नारिकेलवृक्षः इति तत्र अत्र सङ्घर्षं करोतु. सङ्घर्षं न करोति चेत् कोऽपि लाभः. अधस्तनवाक्येषु स्थितानि रिक्तस्थलानि उचितैः विरुद्धार्थकशब्दैः पूरयतु. विरुद्धार्थक इतः उन्नत वा वामन वा विरुद्धार्थकशब्दैः पूरयतु. तर्हि अत्र नारिकेलवृक्षः बृहत् अस्ति, अत्र लघु अस्ति, बृहत् अस्ति, लघु अस्ति, अत्र विरुद्धार्थकः अस्ति. एकः वृक्षः बृहत् अस्ति, एकः लघु अस्ति. न, भवतः प्रश्नः अन्य प्रश्नः अस्ति वा? अत्र विरुद्धार्थकः नाम बृहत् लघु विरुद्धार्थकः अस्ति. अवगतं वा? अत्र बृहत् लघु विरुद्धार्थकशब्दः अथवा उन्नत वामन विरुद्धार्थकशब्दः द्वयमपि भवतु. द्वयमपि भवति, बृहत् लघु अपि च उन्नत. किन्तु उन्नत तत्र उन्नत अपि च वामन तत्र इतोपि विशेषः विशिष्टः अस्ति, विशिष्टः अस्ति, अतः समीचीनमस्ति. अन्य दोषपूर्णः नास्ति, दोषसहितः नास्ति. अस्तु, अग्रे करोतु. आदण्डः दीर्घः अस्ति, बदण्डः ह्रस्व अस्ति. समीचीनम्. अभिनव महोदय अग्रे. युतकं कृश अस्ति, पुरातन अस्ति. पुस्तकं नूतन अस्ति. समीचीनमस्ति. अस्तु, सन्ध्या भगिनी अग्रे. गोविन्दः समीचीनमस्ति, समीचीनमस्ति. विधानसौधं बृहत् भवनं, सन्दीपस्य गृहं लघु गृहम्. द्रोण्याम् अधिकं जलम् अस्ति, चषके किञ्चित् क्षीरमस्ति. बहु समीचीनमस्ति. अस्तु, तर्हि विशेषसूचना. अत्र अहम् अस्मिन् विषये अहम् उक्तवान्, वस्तुतः तत्र लिङ्गभेदः अस्ति. यदि स्थूलशब्दः बालकशब्दात् पूर्वमस्ति तर्हि संयुक्तपदं कृत्वा वयं वक्तुं शक्नुमः स्थूलबालकः, स्थूलबालकः. किन्तु पृथक्तया यदि स्थूलशब्दः अनन्तरम् आगच्छति तर्हि लिङ्गस्य आवश्यकता भवति एव, यतोहि तत्र संयुक्तपदं न भवितुमर्हति. बालकः स्थूलः, बालिका स्थूला, पुस्तकं स्थूलं, ग्रन्थः नूतनः, लेखनी नूतना, युतकं नूतनम्. स्त्रीलिङ्गे सामान्यतया आकारान्तशब्दः भवति. आकारान्त कुत्रचित् ईकारान्तपदं भवति, यथा कीदृशी, कीदृशा इति न वदामः, कीदृशी लेखनी. अनन्तरं सुन्दरं, सुन्दरः बालकः, सुन्दरी बालिका, सुन्दरा इति न भवति, सुन्दरी भवति, सुन्दरी बालिका. परन्तु सामान्यतया स्त्रीलिङ्गविशेषणम् आकारान्त आकारान्तं भवन्ति, आकारान्तं न तु ईकारान्तम्. अपवादाः केचन सन्ति, तेषु सुन्दरशब्दः एकः अस्ति. अस्तु, तर्हि इदानीं कथां पश्यामः. दिलीपमहोदय कृपया पठतु. उपायेन शक्यं सर्वं. कस्मिंश्चित् नूतनकथा, नूतनकथा अस्ति अस्माकम् अस्ति. तर्हि पुनः उपायेन शक्यं सर्वं. कस्मिंश्चित् अरण्ये भासुरकः नाम सिंहः वसति स्म. सः अतीव शक्तिशाली. भासुरकः प्रतिदिनम् अनेकान् मृगान् विना कारणं मारयति स्म. एतेन वनस्य अन्ये मृगाः कष्टम् अनुभवन्ति स्म. एतावत् स्पष्टमस्ति वा? सन्ध्या भगिनी अवगच्छति वा? हलो, हरि ओम्. अस्तु, अवगच्छति? अस्तु, कस्मिंश्चित् अरण्ये नाम कस्मिन् अरण्ये वयं न वदा न जानीमः. कस्मिंश्चित् अरण्ये भासुरकः नाम, तस्य नाम भासुरकः, भासुरकः नाम सिंहः वसति स्म. वसति स्म नाम भूतकाले. सः अतीव शक्तिशाली नाम बहु शक्तिः अस्ति तस्य समीपे, बहु शक्तिः अस्ति. भासुरकः प्रतिदिनम् अनेकान् मृगान् विना कारणं नास्ति मारयति स्म. खादनार्थं न, एवमेव खादनार्थमिति न, एवमेव खादति स्म, मारयति स्म. अवगच्छति वा सन्ध्या भगिनी? विना कारणं, विना नाम अहं तेन सह, एतत् सर्वं वयं कृतवन्तः खलु, अहं तेन सह, अहं तेन विना, अहं भोजनेन विना जीवितुं न शक्नोमि. मीनः जलनेन विना जीवितः न तिष्ठति. मीनस्य कृते जलम् अपेक्षितं खलु, आवश्यकं. तर्हि जलनेन विना, जलेन विना अथवा जलेन सह, सः, अहं मित्रेण सह आपणं गच्छामि. अहं मित्रेण विना आपणं गच्छामि नाम सः न गच्छति. अवगतम् वा? विना नाम विना इत्युक्ते विदौट्. कारणम् इत्युक्ते किम्? कारणं न, कारणम् इत्युक्ते कास्, न कोऽपि अन्यशब्दः अस्ति. कास्, हा संस्कृतेन हा कारणं कारणं कथं वयं वक्तुं शक्नुमः विना कारणं नास्ति कारणं विना कारणं मारयति स्म एतेन वनस्य अन्ये मृगाः कष्टम् अनुभवन्ति स्म स्पष्टमस्ति वा अस्तु सुब्रह्मण्यमहोदय अग्रे अतः एकदा ते मृगाः सम्भूय गत्वा भासुरकं प्रार्थितवन्तः स्वामिन् विना कारणम् एवं मृगाणां मारणेन भवतः कः लाभः एकस्य एव मृगस्य खादनेन भवतः उदरं पूर्णं भवति किल अतः अद्य आरभ्य भवतः आहारार्थं प्रतिदिनम् एकं मृगं वयमेव प्रेषयिष्यामः भवान् तं मृगं खादतु अन्यमृगान् न पीडयतु इति अत्र कोऽपि प्रश्नः अस्ति वा विश्वनाथमहोदय आगच्छति वा सत्यं अस्तु सन्ध्या भगिनी प्रश्नः अस्ति वा स्लोलि अस्तु पुनः वदामि अतः एकदा ते मृगाः सम्भूय सम्भूय नाम मिलित्वा एकत्रिताः सम्भूय मृगाः सर्वे सम्भूय नाम सर्वे अस्तु गत्वा भासुरकं प्रार्थितवन्तः नाम प्रार्थनां कृतवन्तः स्वामिन् स्वामी इत्यस्य सम्बोधनरूपं स्वामिन् विना कारणम् एवं मृगाणाम् अत्र षष्टि बहुवचनमस्ति मृगाणां मारणेन भवतः कः लाभः अवगतं वा एकस्य एव मृगस्य खादनेन खादनेन भवतः उदरं पूर्णं भवति किल अतः अद्य आरभ्य भवतः आहारार्थं प्रतिदिनम् एकं मृगं वयमेव प्रेषयिष्यामः भवान् तं मृगं खादतु अन्यमृगान् न पीडयतु न इत्युक्ते कष्टं मा प्रापयतु मा ददातु इति अस्तु अस्तु अभिनवमहोदय तदा भासुरकः उक्तवान् तथैव अस्तु परन्तु यस्मिन् दिने मम समीपं मृगः न आगमिष्यति तस्मिन् दिने सर्वान् अपि मृगान् मारयिष्यामि एव इति मृगाः तत् अङ्गीकृतवन्तः ततः आरभ्य प्रतिदिनं जातिक्रमेण एकः मृगः भासुरकस्य आहारत्वेन गच्छति स्म भासुरकः तं खादति स्म अन्ये मृगाः निर्भयेन अरण्ये सञ्चरन्ति स्म तदा भासुरकः उक्तवान् तथैव अस्तु परन्तु यस्मिन् दिने मम समीपं मृगः न आगमिष्यति तस्मिन् दिने सर्वान् अपि मृगान् मारयिष्यामि एव इति अत्र प्रश्नः अस्ति वा प्रश्नः अस्ति अस्तु मृगाः तत् अङ्गीकृतवन्तः अङ्गीकृतवन्तः इत्युक्ते अस्तु सर्वे उक्तवन्तः अस्तु तथा भवतु ततः आरभ्य प्रतिदिनं जातिक्रमेण जाति अनुगुणं नाम तत्र कश्चन क्रमः आसीत् प्रथमतया कः शशकः तदनन्तरं पश्यामः प्रथमः मूषकः भवति अनन्तरं बकः अस्ति अनन्तरं मजालः अस्ति अनन्तरं बहवः नाम जातिक्रमेण जातिक्रमेण एकः मृगः भासुरकस्य आहारत्वेन आहारत्वेन इत्युक्ते आहाररूपेण आहारत्वेन आहाररूपेण गच्छति स्म भासुरकः तं खादति स्म अन्ये मृगाः निर्भयेन भयं विना अरण्ये सञ्चरन्ति स्म गच्छन्ति स्म अस्तु अस्तु भगिनी पठतु कदाचित् जातिक्रमेण केनचित् शशकेन भासुरकस्य आहाररूपेण भासुरकस्य आहाररूपेण गन्तव्यम् आपतितं सः शशकः दुःखेन भवतः किं दुःखेन सिंहसहिपं न भवतः इति दूसरे अन्य अस्ति दुःखे तर्हि सः शशकः दुःखेन सिंहसमीपं प्रस्थितवान् मार्गे एकः कूपः आसीत् कूपस्य उपरि गमनसमये शशकः स्वस्य प्रतिबिम्बं तत्र दृष्टवान् तदा तस्य मनसि एकः उपायः स्फुरितः अहं भासुरकम् एतस्मिन् कूपे पातयामि इति चिन्तयन् सः विलम्बेन भासुरकस्य समीपं गतवान् पश्यामः कदाचित् जातिक्रमेण केनचित् शशकेन केनचित् शशकेन भासुरकस्य आहाररूपेण गन्तव्यम् आपतितम् अत्र वाक्यस्य रूपमस्ति कर्मणि प्रयोगे कर्तरिप्रयोगः भवति कर्मणि प्रयोगः भवति अत्र कर्मणि प्रयोगः अस्ति तस्य अर्थः अत्र सामान्यतया वदामि सामान्यतया कर्तरिप्रयोगे सामान्यवाक्यं यः कर्ता अस्ति तस्य प्रथमाविभक्तिः भवति अहं गच्छामि अहं करोमि तत्र अहं बालकः करोति तत्र बालकः इति प्रथमाविभक्तिः अस्ति खलु कर्तरिप्रयोगः इति वदामः अत्र शशकः गतवान् इति न उक्त्वा इति अनुक्त्वा अत्र शशकेन तृतीया विभक्तिः अस्ति अतः वाक्यं साधारणवाक्यं नास्ति साधारणवाक्यमस्ति किन्तु अत्र कर्तरिप्रयोगः नास्ति कर्मणि प्रयोगः अस्ति यथा अहं वक्तुं शक्नोमि यत् बालकः कार्यं करोति तस्मिन् एव अर्थे अहं वक्तुं शक्नोमि यत् बालकेन कार्यं क्रियते बालकेन कार्यं क्रियते बालकः कार्यं करोति तत्र अर्थः समानः शैली भिन्ना तावदेव नाम द बोय् डस् वर्क् एण्ड् वर्क् इस् डन् बै द बोय् इति अर्थः इति भेदः सन्ध्या भगिनी अस्तु अत्र बालकः कार्यं करोति इति कर्तरि प्रयोगः बालकेन कार्यं क्रियते इति कर्मणि प्रयोगः अत्र कर्मणि प्रयोगः शशकेन भासुरकस्य आहाररूपेण गन्तव्यम् आपतितम् अवगतं वा आपतितं नाम आपतितं नाम तस्य गमनं हिन्दीभाषायामपि वदामः तथा आपतितं नाम तस्य स्थानमापतितं तस्य दिनं गमनस्य दिनमापतितम् अस्तु अनन्तरं सः शशकः दुःखेन दुःखेन सिंहसमीपं प्रस्थितवान् गतवान् मार्गे एकः कूपः आसीत् कूपः अत्र भावचित्रे अत्र चित्रे कूपः अस्ति अस्तु कुवा कूपः आसीत् कूपस्य उपरि गमनसमये शशकः स्वस्य प्रतिबिम्बं तत्र दृष्टवान् सन्ध्या भगिनी अवगच्छति वा अवगच्छति वा तत्र शशकः जानाति खलु शशकः शशकः जले दृष्टवान् शशकः शशकः जले स्वस्य प्रतिबिम्बं स्वस्य दृश्यं स्वस्य मुखं दृष्टवान् जले भवती एवम् एकवारं कृतवती वा स्वस्य प्रतिबिम्बं दृष्टवती वा जले अस्तु अस्तु तर्हि स्वस्य प्रतिबिम्बं तत्र दृष्टवान् तदा तस्य मनसि एकः उपायः स्फुरितः आगतः इति अर्थः उपायः स्फुरितः अहं भासुरकम् एतस्मिन् कूपे पातयामि अहं कूपे पतामि अहं भासुरकं पातयामि अहं पठामि अहं पाठयामि पठामि पाठयामि पतति पातयति अस्तु इति चिन्तयन् गच्छन् पठन् तस्मिन्नेव समये चिन्तयन् सः विलम्बेन भासुरकस्य समीपं गतवान् अस्तु अस्तु विश्वनाथ महोदय अद्य मृगं मृगः समये न आगतः इति भासुरकः अतीव क्रोपितः कुपितः नाम क्रोधः क्रोधः आसीत् तदा शशकः मन्दं गत्वा प्रणव्य तस्य पुरतः स्थितवान् तं तर्जयन् भासुरकः उक्तवान् रे शशकाधमा समये अगस्यम् इति आगन्तव्यम् इति प्रज्ञानं नास्ति वा भवतः भवतः भवान् विलम्बं कृतवान् किल अतः प्रथमं भवन्तं खादित्वा अनन्तरं सर्वं मृग कुलमेव नाशयामि इति. अस्तु. हा, सन्ध्या भगिनी अवगच्छति वा? पश्यामः. अद्य अत्र भासुरकः भासुरकस्य क्रोधः जातः, क्रोधः. अद्य मृगः समये न आगतः इति भासुरकः अतीव नाम बहु कुपितः आसीत्, नाम क्रोधः तस्य. तदा शशकः मन्दं मन्दं गत्वा प्रणम्य, नाम प्रणामं कृत्वा, प्रणामं कृत्वा प्रणम्य, प्रणम्य कीदृशरूपमस्ति? यथा क्त्वा अस्ति, किमर्थम् अत्र क्त्वा नास्ति? उपसर्गः. उपसर्गः अस्ति अत्र. ल्यप् इति वदामः, ल्यप्, ल्यप्. तर्हि अत्र ल्यप् इति रूपमस्ति, यतोहि प्र उपसर्गः अस्ति. नो चेत् नत्वा, नमामि इत्यस्य नत्वा भवति, नत्वा. किन्तु अत्र प्रणम्य, गत्वा प्रणम्य तस्य पुरतः स्थितवान्. एतावत् समीचीनं वा भगिनि? प्रणमं, प्रणामं कृत्वा, प्रणाम, प्रणाम जानाति वा? प्रणामं कृत्वा प्रणम्य तस्य पुरतः स्थितवान्. तं तर्जयन् भासुरकः उक्तवान्. तर्जयन्, तर्जनं, तर्जनं जानाति वा? किं वदामि? स्कोल्डिङ्ग्. यदा कदा माता करोति खलु, यदा कदा माता करोति खलु, माता भवत्याः माता कदापि तर्जनं करोति वा? अस्तु. तं तर्जयन् भासुरकः उक्तवान्, रे शशका, शशकाधम, शशक प्लस् अधम, अधम नाम अधतमः, सर्व अधमः, सर्व अधः, अधः नाम बहु, किं वदति, अधः. शशक नाम अत्र शशक अधम नाम बहु असमीचीनं, बहु असमीचीनं, सम्यक् न. अस्तु. शशक अधम, लोवेस्ट्, वर्स्ट्, शशक अधम. समये आगन्तव्यम् इति परिज्ञानं नास्ति वा भवतः? परिज्ञानम् इति ज्ञानम्, समये आगन्तव्यम् इति ज्ञानं नास्ति वा भवतः? स्पष्टं स्यात्? अवगच्छति वा? अस्तु. भवान् विलम्बं कृतवान् किल, अतः प्रथमं भवन्तं खादित्वा, भवन्तमिति का विभक्तिः अभिनवमहोदय? विभक्तिः द्वितीया अस्ति, समीचीनं. भवान् इत्यस्य भवन्तं द्वितीया विभक्तौ. भवान् विलम्बं कृतवान् खलु, अतः प्रथमं भवन्तं खादित्वा अनन्तरं सर्वं मृगकूलम् एव. तत्र पदत्रयमस्ति, मृगकूलम् एव नाशयामि, नष्टं करोमि इति. अवगच्छति वा? नाशयामि इत्युक्ते नष्टं, नष्ट नष्ट नष्ट जानाति नष्ट नष्ट हाँ डिस्ट्रॉय नाशयामि इति अस्तु सर्वे पठितवन्तः वा तदा शशकः विनयेन उक्तवान् स्वामिन् मया अपराधः न कृतः भवतः समीपं समये आगन्तव्यम् इत्येव अहं प्रस्थितः परन्तु मार्गे अन्यः एकः सिंहः आसीत् अस्तु अस्तु एतावता तदा शशकः पुनः वदतु तदा शशकः विनयेन उक्तवान् विनयेन इत्युक्ते विनम्रता विनम्रता विनम्रता विनम्रतया विनम्रता जानाति वा विनयः भगिनी सन्ध्या विनय विनय विनयः जानाति वा अन्यशब्दः अस्ति वा अस्मिन् अर्थे विनम्र विनय अनन्तरं यस्य अहङ्कारः नास्ति अहङ्कारः यस्य नास्ति तदा शशकः विनयेन उक्तवान् तदा शशकः विनयेन उक्तवान् स्वामिन् मया अपराधः न कृतः अत्र अपि कर्मणि प्रयोगः अहम् अपराधं न कृतवान् अहम् अपराधं न कृतवान् इत्यस्मिन् अर्थे मया अपराधः न कृतः बाय मी इति न कृतः अद्य भवतः समीपं समये आगन्तव्यम् इत्येव अहं प्रस्थितः भवतः समीपं समये आगन्तव्यम् इति एव अहं प्रस्थितः नाम शशकः वदति अहं चिन्तितवान् यत् समये आगमिष्यामि तत् विचिन्त्य तत् चिन्तयित्वा एव तदनुसारमेव तद् तस्य कृते तदर्थमेव अहं गतवान् समये गतवान् अवगच्छति वा प्रस्थितः प्रस्थितः इति गतः प्रस्थितः इत्युक्ते डिपार्टेड् प्रस्थितः प्रस्थानं जानाति खलु प्रस्थानं प्रस्थानं डिपार्चर् प्रस्थानं प्रस्थितः अहं प्रस्थितः तत्र अहम् इत्यस्य विशेषणं प्रस्थितः प्रस्थानमिति नाम पदं भावः प्रस्थानमिति भावः प्रस्थानं प्रस्थितः इति अहम् इत्यस्य विशेषणं कीदृश अहं प्रस्थितः अहम् अहं प्रस्थितः अवगच्छति वा अस्तु अग्रे परन्तु मार्गे अन्यः एकः सिंहः आसीत् सः मां दृष्ट्वा पृष्टवान् भवान् कुत्र गच्छति इति अहं भासुरकस्य आहारार्थं गच्छामि इति उक्तवान् तदा सः उक्तवान् एतत् मम अरण्यम् अत्र सर्वे अपि मृगाः मम आज्ञां पालयेयुः भासुरकः कुत्र अस्ति सः चोरसिंहः स्यात् भवान् तम् अत्र आनयतु आवयोः मध्ये युद्धं भवतु युद्धे यः जयति सः एव भवन्तु खादतु भवन्तं खादतु इति तस्य सूचनानुसारम् अहम् अत्र आगतवान् अतः एव विलम्बः जातः इति अत्र सर्वे अवगच्छन्ति वा सन्ध्या भगिनी अवगच्छति वा अस्तु समीचीनं तर्हि एवं वा तर्हि तं सिंहम् इदानीम् एव मारयामि सः कुत्र अस्ति प्रदर्शयतु इति भासुरकः उक्तवान् शशकः तं कूपसमीपं नीतवान् कूपं प्रदर्शितवान् च तर्हि किम् अभवत् वदतु भासुरकः शशकं पृच्छेत् अपृच्छत् अपृच्छत् पृष्टवान् पृष्टवान् सः सिंहः कुत्र आसीत् कः सिंहः कः कः सिंहः कुत्र आसीत् किञ्चित् वदतु यः यः भासुरकं मारयितुम् इच्छति इच्छति सः सिंहः कुत्र सः सिंहः कः सिंहः कुत्र अस्ति कुत्र अस्ति सः द्वितीय सिंहः कुत्र अस्ति कूपे अस्ति अस्ति वा काल्पनिकः काल्पनिकः सिंहः अस्ति सन्ध्या भगिनी वदति वा अवगच्छति अवगच्छति अस्तु समीचीनं तर्हि अन्तिमं भगिनि भासुरकः तत्र जले स्वस्य प्रतिबिम्बं दृष्टवान् क्रोधेन गर्जनं कृतवान् कूपतः इतोपि उच्चैः प्रतिध्वनिः आगतः भासुरकः तं प्रतिबिम्बमेव स्वस्य प्रतिस्पर्धनं मत्वा तं मारयितुं तस्य उपरि आक्रमणं कृतवान् कूपमध्ये पतित्वा जले निमग्नः मृतः च इति कथा अस्तु तर्हि अत्र किम् अभवत् सुब्रह्मण्यमहोदय कृपया वदतु किम् अभवत् आनीतवान् प्रतिबिम्ब प्रतिबिम्बं दृष्टवान् प्रदर्शितवान् प्रतिबिम्बं दृष्ट्वा सिंहं कोपेन सिंहः कोपेन आक्रमणं गर्जितवान् तत्रापि आक्रमणं कृत्वा कूपितः अथवा कोपः भवति कोपः कोपेन अथवा किं लिखितमस्ति अत्र कोपेन अथवा कूपतः कूपतः न तद् भिन्नमस्ति तत्र पदद्वयमस्ति कोपः कोपः अपि भवति कूपितः अपि भवति तर्हि कोपेन अथवा कूपितः समानमेव इति अस्ति वदतु कूपमिति कूपः कूपः भिन्नः कूपः भिन्नः अस्ति कूपः तत्र जलमस्ति किन्तु कूपितः तत्र क्रोधः अस्ति कूपेन कूपेन कूपितः इति समानम् अत्र कूपतः कूपातः कूपितः अत्र ह्रस्वकारः अस्यां कथायां कूपितः इति शब्दः अस्ति अतीव कूपितः आसीत् अद्य मृगः समये न आगतः इति भासुरकः अतीव कूपितः आसीत् तत्र ह्रस्व उकारः अस्ति दीर्घकारः अस्ति कूपतः कूपतः कूपतः तं प्रतिबिम्बमेव तदनन्तरं भासुरकः तं प्रतिबिम्बं दृष्ट्वा प्रतिस्पर्धनं मत्वा प्रतिस्पर्धिनम् अत्र प्रतिस्पर्धनं न प्रतिस्पर्धिनं प्रतिस्पर्धि अत्र सिंहः एव प्रतिस्पर्धि तत्र द्वितीया विभक्तिः अत्र प्रतिस्पर्धी यथा विद्यार्थी गुणी Yasya gunaha asti saha guni. Matvam. Yasmin pratispardhanam asti saha pratispardhani. Matva ichyukte. Matva chintayatva. Matva. Chintayatva. Matam kritva. Mama matam. Chintanam. Pratispardhinam matva. Sandhya bhagini avagata sati va? Yeah. Pratispardhi iti rival. Astu? Pratispardhinam iti pratispardhi iti asya dvitiya vibhakti rupam. Yatha bhavan bhavantam. Pratispardhi pratispardhinam. Pratispardhi pratispardhinam. Pratispardhi iti prathama vibhakti. Pratispardhinam iti dvitiya vibhakti. Astu? Kim? Prashna asti? Prashna avagacchati va? Pasam na janami. Kim? Kathayaha artha avagatah va? No. No. Asa antima bhagam vadatu. Bhasurakah? Abhinavam vadatu. Antima. Kupe patitva. Kata avagachami. Astu. Pasam na. I don't know the word. Never mind. I'm fine. Kupe patitva bhasurukah mritah abhuvat. Mritah abhuvat. Iti katha. Atar prashna asti va? Spashtam asti sarvam? Astu. Astu. Tari samapayama. Dhiramama. Namaskara.